गतरविवासरे दिवादिगणे इति विषये अस्माकं चर्चा आसीत्। श्रूयते महोदय, दिवादिगणे इति विषये अस्माकं चर्चा भवति। तत्र अस्ति सम्प्रसारिणः धातवः। इदानीं सम्प्रसारिणः धातवः सर्वे प्राप्नुवन्ति वा? महोदय न श्रूयते। सम्प्रसारिणः धातवः इति प्राप्नुवन्ति वा सर्वे? इकः एनच्छि इति सूत्रस्य परिवर्तनरूपेण सम्प्रसारणं कार्यं करोति। इग्यनः इति सम्प्रसारण। अस्तु, तर्हि सम्प्रसारिणः धातवः। अस्माकम् इदानीम् अस्माभिः दृष्टं यत् भवादिगणे सम्प्रसारणस्य किमपि प्रयोजनं नास्ति, यतोहि सम्प्रसारण किमपि न श्रूयते। अहं न जानामि महोदय, भवती हेड्सेट् प्रयोजनं करोतु, तदेव सम्यक् अस्ति। अस्तु, तर्हि इदानीं विजि महोदय अस्ति खलु? आं महोदय, श्रूयते वा महोदय? महोदय किमपि न श्रूयते अत्र। अन्ये सर्वे श्रोतुं शक्नुवन्ति महोदय, भवत्याः शक्नोमि, भवत्याः समीपे एव भवती म्यूट् अस्ति वा भवत्याः किमपि चेक् करोतु। मम ध्वनि श्रूयते वा महोदय? मम ध्वनि श्रूयते किल? सम्यक् श्रूयते। पठामि। सम्प्रसारिणः धातवः, एकः एव धातुः धातवः इति सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने ईकादेशः भवति। धातोः एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणी। दिवादिगणे एकः सम्प्रसारणे धातुः अस्ति व्यद पाठने। अधस्तनेन सूत्रेण म्यूट् करोतु। अहं म्यूट् करोमि। महोदय, अधस्तनेन सूत्रेण ग्रहि ज्या इत्यनेन कितिङिति प्रत्यये परे सम्प्रसारणं भवति, नाम यणः स्थाने इक् सम्प्रसारणम् इ परिवर्तनं करोति। इ इव् उ ऋ ऋ लु इति। अस्तु, एकनिमिष, तर्हि इको यणचि अस्ति खलु, इक् यण् सन्धि, इक् स्थाने यण् भवति, सम्प्रसारणे विपरीतकार्यं भवति, यण् स्थाने इक् भवति। तर्हि केचन धातवः सन्ति व्याकरणे यत्र सम्प्रसारणं भवति। महोदय, विजय अतिपरे इति निमित्तं किम् अस्ति वा अत्र? सूत्रम् अस्ति, तत्र सूत्रे निमित्तानि सन्ति, परन्तु यत् दीर्घ्वा पुनः आगच्छतु भगिनी, भवत्याः ध्वनिः श्रूयते एव। मीना महोदय, ट्रै टु रीकनेक्ट्, sometimes it improves, try to disconnect and reconnect. तर्हि किमपि वारं क्लेशः भवति ध्वनि मध्ये। तर्हि तर्हि वदतु महोदय, यण् सन्धि मध्ये इक इक् इक् इक् इक् प्रत्याहारस्य स्थाने यण् प्रत्याहारः भवति, सम्प्रसारणे विपरीतकार्यं भवति, यण् स्थाने इक् भवति, तत्र यकारस्य स्थाने इकारः, वकारस्थाने उकारः, रेफस्य स्थाने ऋकारः, लकारस्य स्थाने नृकारः इति भवति। तत्र निमित्तानि कानि कानि सन्ति तस्य कृते सूत्रं भवति, तत् सूत्रं वयम् अग्रे पठामः। द्रक्ष्यामि। अस्तु। व्यद्धातो तादृशौ द्वौ वर्णौ स्तः, वकारः यकारश्च, अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति, न तु पूर्वस्य। अतः व्यद्धातौ यकारस्य सम्प्रसारणम्। अस्तु, तर्हि महोदय एकं करोतु, अत्र अधोभागे किञ्चित् अधोभागे एव सूत्रमस्ति खलु, ग्रही ज्या वै व्यधि, ग्रही ज्या वै व्यधि, वष्टि विचति, वृच्छति, पृच्छति, बृज्जतीनां नीति च। 6.1.16 ग्रह ज्या वै व्यद् वश् व्यच् व्रश्च प्रच् ब्रश्च, येषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे। इतरेतर दन्तः षष्टिविभक्तौ, ग्रहि ज्या वयि व्यति वष्टि विचति पृच्छति पृच्छति वृजतीनां षष्ट्यान्तं, ङिति सप्तम्यान्तं च अव्ययं, त्रिपदम् इदं स्तोत्रम्। वचिस्वपियजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः, ह्यङ् सम्प्रसारणं पुत्रपत्युस्तत्पुरुषे। 6.13 इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति, ग्रहि ज्या वयि व्यधि वष्टि विचति पृच्छति पृच्छति भृञ्जतीनां ङिति किति च सम्प्रसारणं। महोदय, अत्र तु एतत् गणे एकः केवलम् एकः एव सम्प्रसारणधातु इति न, अत्र तु सर्वे धातवः सन्ति, सर्वे तेषु सर्वे धातवः, यं किमपि गणे अस्ति तेषु द्विवादिगणे एकः एव, द्विवादिगणे ग्रही इति धातुः नास्ति, ग्रही ग्रही कुत्र अस्ति कोऽपि जानाति वा, ग्रहधातु कस्मिन् गणे अस्ति? चुरादिगणे, क्रयादिगणे, क्रयादिगणे गृह्णाति इति भवति, गृह्णाति श्नास्ति, श्नास्ति वितरणतः क्रयादिगणे। अस्तु, तर्हि महोदय सूत्रस्य आशयं किम्? एतत् ग्रहि आरभ्य भृञ्चति पर्यन्तं धातवः निति इति परे सम्प्रसारणं भवति, किति इति इति प्रत्यये परे सम्प्रसारणं। महोदय अग्रे पठामि न, तर्हि एकवारम् अग्रे वयं पश्यामः। षष्टिविभक्तौ एतत् सर्वं, एकनिमिषम्, तत्र ग्रह धातु ज्या वय व्यध् वश् व्यच् व्रश्च प्रच्छ भ्रश्च, येषां सम्प्रसारणं भवति कित् नित् प्रत्यये परे, तर्हि निमित्तमस्ति कित् नित् प्रत्यय इति अस्ति, तर्हि कित् प्रत्ययः अस्ति अथवा नित् प्रत्ययः अस्ति चेत् सम्प्रसारणं भवति, अतः भवादिगणे सम्प्रसारणस्य प्रसङ्गः नास्ति, यतोहि भवादिगणे शप् प्रत्ययः अस्ति, तत् कित् नास्ति नित् नास्ति, परन्तु दिवादिगणे प्रत्ययः अस्ति श्यन्, श्यन् अस्ति अपित्, अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रवात् नित्वत् भवति। अतः कितिनिति तत्र प्रयोजनम् अस्ति अत्र. अस्तु तर्हि मुख्यद्वे सूत्रे स्तः यत्र सम्प्रसारणम् अस्ति, एकस्मिन् एकसूत्रमस्ति वचि स्वपि यजादीनां किति. अत्र लिखितमस्ति खलु 6.1.15 वचि स्वपि यजादीनां किति. अत्र वचि स्वपि यजादीनां किति इति सूत्रे कित् प्रत्ययपरे अत्र किमस्ति, कित् प्रत्ययपरे अस्ति चेत् वच् स्वप् यज् यजादि, तर्हि यज् इत्री इति एकः धातुसमूहः अस्ति, तर्हि वच् स्वप् यज् आदि धातूनां कृते कित् प्रत्ययपरे सम्प्रसारणं भवति. अग्रे सूत्रमस्ति ग्रही जा वै व्यधि वस्ति इति, तत्र निति च अर्थात् तत्र किति निति उभयनिमित्तं निमित्तद्वयमस्ति चेत् सम्प्रसारणं भवति. अत्र वचि स्वपि जादीनां किति इति सूत्रात् नितिपरे सम्प्रसारणं नास्ति वा? नास्ति, केवलं कितिपरे अस्ति. परन्तु ग्रही जा वै व्यधि तत्र निति च इति तत्र लिखितमस्ति, तस्य अर्थमस्ति यत् एषाम् एतेषां धातूनां कृते कित् नित् तत्र अस्ति. तर्हि अत्र महोदय न श्रूयते, महोदय भवतः शब्दमेव न श्रूयते, अन्ये शब्दं श्रूयते. न जानामि महोदय, किमपि न श्रूयते वा तत्र, अथवा न्यूनं न्यूनं श्रूयते? होस्ट् म्यूट् कृतवती वा? न न अन्म्यूट् अस्ति तत्र, सर्वत्र अन्म्यूट् अस्ति. ऐ एम् आस्किङ्ग् हर्. भवतः शब्दः एव न श्रूयते, अत एव अहं पृच्छति होट् होस्ट् म्यूट् मध्ये अस्ति वा भवत्याः समीपे? भवान् वदतु. एकः प्रश्नः, प्रथमसूत्रम् अनन्तरं द्वितीयसूत्रम् एतत् सर्वं इक्तप्रत्ययमेव आगच्छति खलु, कृदन्तं गृहीतः जीना उत एतत् सर्वं इक्तप्रत्ययमेव. एतत् स्थाने कथं निति किति इति सूत्रं कार्यं करोति? तव प्रत्ययः अस्ति खलु, कित् प्रत्ययः अस्ति अतः तत्र कार्यं भवति. नमस्ते महोदय, क्षम्यतां विलम्बः जातः, सुमान् अस्मि. कुतः पठामः इदानीं? सम्प्रसारणम् इति अस्ति, ग्रही जा वै व्यधि सूत्रमस्ति. महोदय पठामि वा? न अन्य कोऽपि? अस्तु, धन्यवादः महोदय. सुमित्रा महोदय अग्रे पठतु. इक्तप्रत्यये परेतः खलु, इक्तप्रत्यये किति इत्यस्य उदाहरणं एकनिमिषः महोदय. अस्तु, एकनिमिषः अत्र एकं करोतु, प्रथमं तु एतत् मा करोतु, अग्रे गच्छतु. इग्यणः सम्प्रसारणं तत् सूत्रं पठतु. सर्वाणि सूत्राणि वयं पठामः, तदनन्तरम् उदाहरणानि पश्यामः. इग्यणः सम्प्रसारणम्, यणः यणः स्थाने यः इक् प्रत्याहारे विधवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं, यणः षष्ट्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्, सूत्रं स्वयं सम्पूर्णम्, यणः इक् सम्प्रसारणम्. इक् प्रत्याहारस्य यणः यणः यण यन् कृते सम्प्रसारणसंज्ञा भवति इति. तर्हि इदं सूत्रं कीदृशं सूत्रमस्ति? संज्ञासूत्रं, परिभाषासूत्रं, संज्ञासूत्रं, सम्प्रसारणमिति संज्ञा भवति, संज्ञा सूत्रम् अस्ति अस्तु। तर्हि इगणः सम्प्रसारणम् इति सम्प्रसारणस्य संज्ञासूत्रमस्ति, अत्र सम्प्रसारणस्य संज्ञा अस्ति यत् सम्प्रसारणम् इति किम् इति। तर्हि सूत्रं स्वयं सम्पूर्णम्, इगणः सम्प्रसारणं, यणः इक् सम्प्रसारणं नाम यण् प्रत्याहारस्य स्थाने यदा इक् भवति तत्र सम्प्रसारणम् इति उच्यते। अस्तु, तर्हि इदं सूत्रं सम्प्रसारणस्य संज्ञासूत्रमस्ति। अस्तु, अग्रे सम्प्रसारणाच्च इति करोतु। सम्प्रसारणाच्च सम्प्रसारणाच्च सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति। सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्। यथा सम्प्रसारणसंज्ञकः वर्णः अस्ति चेत् परे अच् भवति चेत् पूर्वपरयोः एकः पठतु, पूर्णं पठतु। इको यणचि इत्यस्मात् अचि, अमि पूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः। एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः। अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्। तर्हि अर्थं किम्? परे अच्वर्णः अस्ति चेत् एकः आदेशः भवति इति। सम्प्रसारणसंज्ञवर्णकः अस्ति, तत् अनन्तरं परे अच् अस्ति चेत् एकवर्णः आदेशः भवति पूर्वपरयोः। तर्हि किमस्ति अत्र? अत्र अस्ति यत् सम्प्रसारणाच्च इति, हा, तर्हि अत्र सम्प्रसारणसंज्ञकवर्णः अस्ति तस्मात् परम् अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने नाम उभयोः स्थाने एकः पूर्वरूपवर्णः भवति, एकः पूर्वरूपः वर्णः भवति। नाम तत्र सन्धिकार्यमस्ति खलु, सन्धिकार्यमस्ति अतः एकपूर्वपर तत्र, तर्हि तत्र पठतु। अत्र व्यधधातुः अस्ति, व्यधधातुः अत्र व्यधधातुमध्ये अथवा न ग्रहधातुः अस्ति, ग्रहधातुमध्ये रेफः अस्ति, रेफस्य स्थाने किं भवति? ऋकारः भवति। तर्हि ग ग र ऋका तत्र ग्रहमध्ये किम् अस्ति? ग रेफ अ ह इति अस्ति खलु, ग रेफ अ ह इति अस्ति। तर्हि तत्र ग रेफ अ ह इति अस्ति, तत्र प्रश्नः उदेति यत् रेफस्य स्थाने यथा ऋकारः भवति तदनन्तरं ऋकारानन्तरम् अकारः अपि अस्ति खलु, ग र अ ह, अत्र अकारः कुत्र गच्छति? अत्र गृहीतः मध्ये गकारः ऋकारः अस्ति, तदनन्तरम् अकारः कुत्र गच्छति? नास्ति खलु। तस्य कारणमस्ति यत् सम्प्रसारणाच्च नाम अस्तु, इग्यणः सम्प्रसारणं न इग्यणः सम्प्रसारणं तु सम्प्रसारणसंज्ञासूत्रम्। अत्र प्रश्नः अस्ति यत् रेफस्य स्थाने ऋकारः भवति, तदनन्तरम् अकारः अपि अस्ति खलु, यत् हकारपूर्व अकारः अस्ति, तत् अकारः कुत्र गच्छति? गृहीतः मध्ये तत् अकारः कुत्र गच्छति? तर्हि सम्प्रसारणाच्च इति सूत्रं वदति यत् सम्प्रसारणसंज्ञकवर्णात् परम् अच् इति अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति। सम्प्रसारणाच्च सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायः महोदय अत्र अत्र हकारः अस्ति ऋकार अकारः मध्ये हकारः अस्ति न न न अत्र ग्रह ग्रह पश्यतु ग्रह ग्रह धातुः अस्ति इग्रियोगः रेपयोगः हकारयोगः रेपः रेपः अकारः मध्ये हकारः अस्ति न न न न रेप अनन्तरं अकारः अस्ति तदनन्तरं हकारः अस्ति रेप अनन्तरं हकारः अस्ति तदनन्तरम् अकारः न न न ग्रह न न ग्रहमध्ये प्रथमं गकारः तदनन्तरं रेपः तदनन्तरम् अकारः तदनन्तरं हकारः हकारानन्तरम् अकारः नास्ति खलु हलन्त्यमस्ति हलन्त अस्ति हकारात् पूर्वम् अकारः अस्ति हकारात् पूर्वम् अकारः अस्ति रकारः अकारः स्थाने रकारः एव तिष्ठति किल एतादृशं सम्प्रसारणं कृत्वा एकः वर्णः आगच्छति तदनन्तरं स्वरः अस्ति चेत् पूर्वरूप एकादेशः सत्यं सम्प्रसारणं कुत्र तर्हि पश्यतु ग्रह इति उदाहरणम् अस्ति ग्रह तर्हि ग्रह इति उदाहरणम् अस्ति तदनन्तरमस्ति क्त प्रत्यये ग्रहयोगः क्त क्त प्रत्यये अस्ति खलु क्त प्रत्यये अधुना क्त प्रत्यये कित् अस्ति कित् ककारस्य इत् संज्ञा अस्ति ककारस्य इत् संज्ञा अस्ति अतः ग्रहयोगः क्त इति किं भवति सम्प्रसारणम् इति अत्र प्रसङ्गः अस्ति ग्रहि ज्या व्ययि व्यधि इति सूत्रम् अस्ति खलु कित् प्रत्यये परे अस्ति चेत् ग्रहस्य तत्र सम्प्रसारणं भवति तर्हि सम्प्रसारणं भवति अतः गर रेफः अस्ति खलु तत् रेफस्य स्थाने ऋकार भवति रेफस्य स्थाने ऋकार भवति तर्हि ग र अ ह इति अस्ति तस्य इदानीं ग ऋकार अ ह इति भवति अधुना प्रश्नः अस्ति ऋकार तदनन्तरम् अकार अस्ति तयोः सन्धिः कथं भवति तस्मिन् कृते तस्य कृते सूत्रमस्ति सम्प्रसारणाच्च सम्प्रसारणाच्च इति सूत्रं वदति यत् सम्प्रसारणसंज्ञकवर्णात् नाम सम्प्रसारणवर्ण अस्ति चेत् अत्र ऋकारः यत् अस्ति तत् सम्प्रसारणवर्णस्य अनन्तरम् अच् वर्णः अस्ति अतः सम्प्रसारणं यत्र अस्ति तस् नाम यत्र इकारः उकारः ऋकारः लृकारः सम्प्रसारणकारणात् आगच्छति तस्य अनन्तरं यदि अच् वर्णः अस्ति तर्हि पूर्वपरयोः नाम तत् सम्प्रसारण अच् वर्णः तदनन्तरं तस्य तदनन्तरं यत् अच् वर्णः अस्ति तयोः स्थाने पूर्ववर्णः एव तिष्ठति अतः ग रि गकार ऋकार अकार तयोः स्थाने किं भवति केवलं ऋकारः एव तिष्ठति गकार ऋकार हकार अतः सम्प्रसारणम् अनन्तरं सम्प्रसारणात् अनन्तरं ग्रह अस्ति तस्य गृहि इति भवति ग रेफः अह हः तस्य भवति ग ऋकारः हकारः इति ग्रह तस्य गृही भवति इति सर्वे अवगच्छन्ति वा आं महोदय अकारः किं भवति अकारस्य पूर्वस्थात् पूर्वपरयोः एक एव अकारस्थाने ऋकार एव पूर्वपरयोः एकः सर्वे अवगच्छन्ति खलु आं महोदय हीतः कथं महोदय स्थाप्रत्ययान्तरमेव योजनेन अत्र तप्रत्यययोजनेन इकारः तत्र कथं भवति इति सर्वं नास्ति. तत्तत्तु अत्र कार्यं नास्ति. अत्र अस्माकम् इदानीं कार्यम् अस्ति यत् ग्रहः तत्र गृही कथं भवति. अस्तु इति सर्वे अवगच्छन्ति इति अहं चिन्तयामि. अस्तु अग्रे गच्छामः. अस्तु तदनन्तरम् अन्य एक प्रश्नः अस्ति. तर्हि अत्र पश्यतु व्यध् इति अस्ति खलु. व्यध् मध्ये अपि ग्रहीजा व्यधि वष्टि इति सूत्रेण सम्प्रसारणस्य प्रसङ्गः अस्ति. तर्हि अत्र प्रश्नः अस्ति, वकारस्य स्थाने उकारः करणीयः अथवा यकारस्य स्थाने इकारः करणीयः, किं करणीयम् इति प्रश्नः अस्ति खलु. वकारस्य स्थाने उकारः करणीयः अथवा यकारस्य स्थाने इकारः करणीयः, किं करणीयः इति प्रश्नः अस्ति. यतोहि अत्र वर्णद्वयमस्ति यस्य स्थाने सम्प्रसारणं भवितुं शक्नोति. अतः किं करणीयं, तस्य कृते अन्यसूत्रमस्ति न सम्प्रसारणे सम्प्रसारणम् इति, तद् वयं पठामः. अस्तु अग्रे मलर् महोदय अस्ति खलु. आं महोदय, पठामि महोदय. न सम्प्रसारणे सम्प्रसारणम्, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदम् इदं सूत्रं, सूत्रं सम्पूर्णं, न सम्प्रसारणे सम्प्रसारणम्. अत यदि द्वौ सम्प्रसारणवर्णौ अस्ति चेत् पूर्वस्थितस्य सम्प्रसारणं न भवति, परे स्थितस्य सम्प्रसारणवर्ण एव उकारः वा इकारः वा भवति इति उक्तं महोदय. यदि द्वौ वर्णौ अस्ति परवर्णः एव परिवर्तनं भवति. सम्यक् तदेव अस्ति. अत्र वर्णद्वयमस्ति यत्र सम्प्रसारणं भवितुं शक्नोति चेत् यत् वर्णः परमस्ति तदेव तस्य एव सम्प्रसारणं भवति. महोदय अहम् अधिक उच्चैः न वक्तुं शक्नोमि. मम तथैव अस्ति भगिनी. मीना भगिनी, हेड्सेट् प्रयोजनं करोतु. महोदय शब्दमेव न्यूनमस्ति, अन्य शब्दं सम्यक् अस्ति. वयं नास्ति, वयं न पश्यामः महोदय. अन्ये सर्वे सम्यक् रूपेण श्रोतुं शक्नुवन्ति, अतः मम शब्दः सम्यक् एव. महोदय पुनः एकवारं वदतु महोदय, तत् सम्प्रसारणे विषये. तत्र प्लीस् वदामि. न प्लीस् न. तत्र व्यध इति पश्यतु, व्यध इति धातु अस्ति. व्यध मध्ये ग्रहीजा वै व्यधि इति सूत्रेण कित् नित् प्रत्यये परे अस्ति चेत् किं सम्प्रसारणस्य प्रसङ्गः अस्ति. परन्तु अत्र प्रश्नः उदेति, सम्प्रसारणं कुत्र भवति, वकारस्य स्थाने उकारः करणीयः अथवा यकारस्य स्थाने इकारः करणीयः अथवा उभयत्र सम्प्रसारणं करणीयः, किं करणीयम् इति प्रश्नः अस्ति चेत् प्रश्नः अस्ति खलु. तस्य प्रश्नस्य निवारणार्थं सूत्रमस्ति न सम्प्रसारणे सम्प्रसारणम्, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमस्ति. तत् सूत्रं किं वदति, यत् सूत्रं सम्पूर्णमस्ति, न सम्प्रसारणे सम्प्रसारणम् नाम अत्र सम्प्रसारणे विजि महोदय, सम्प्रसारणे इति सूत्रे विभक्ति का अस्ति? सम्प्रसारणे सप्तमी एकवचनं. सप्तमी तस्य अर्थं किमस्ति? कार्यं परनिमित्तं विधि महोदय भवती वदतु सप्तमी तस्य अर्थं किमस्ति निमित्तम् एव किल तर्हि अत्र पूर्वकारम् अस्ति नाम यदि सम्प्रसारणम् इति परम् अस्ति तस्य तत् तस्मात् पूर्वं सम्प्रसारणं न भवति न सम्प्रसारणे सम्प्रसारणम् इति सम्प्रसारणे सप्तमी विभक्तिः अस्ति अतः सम्प्रसारणवर्णात् पूर्वं पूर्वकार्यं खलु सम्प्रसारणात् वर्णात् पूर्वं सम्प्रसारणं न भवति अतः यदि मध्ये व्यधि मध्ये यकार व्यधि मध्ये उभयत्र सम्प्रसारणं न भवितुं शक्नोति वकारः अपि यकारः अपि यतोहि तावद् भवति चेत् यकारस्य यत् सम्प्रसारणं भवति तस्मात् पूर्वं यत् वकारस्य सम्प्रसारणं भवति तदपि भवति परन्तु इदं सूत्रं वदति तथा मा अनन्तरं सम्प्रसारणं अनन्तरं सम्प्रसारणं यदि भवान् करोति तर्हि तस्मात् पूर्वं सम्प्रसारणं मा कुरु आहत्य अर्थमस्ति यत्र यत्र वर्णद्वयम् अस्ति तत्र परवर्णस्य एव सम्प्रसारणं भवति यद्यपि सम्प्रसारणे इति सप्तमी विभक्त्याम् अस्ति न यद्यपि इति न यद्यपि किमपि नास्ति अत्र व्यधि मध्ये वय अस्ति यकारस्य सम्प्रसारणं भवति यकारस्य सम्प्रसारणं भवति अतः यकारात् पूर्वं यतोहि यकारस्य सम्प्रसारणं यतोहि यकारस्य सम्प्रसारणं भवति तस्मात् पूर्वं सम्प्रसारणं न अर्हति अतः वकारस्य सम्प्रसारणं न भवति अतः व्यध् मध्ये केवलं यकारस्य सम्प्रसारणं भवति न तु वकारस्य अतः विध् धन्यवादः अतः विध् भवति इति अस्ति तर्हि सम्प्रसारणस्य कृते चत्वारि सूत्राणि सन्ति प्रथमं तु सम्प्रसारणस्य संज्ञासूत्रं किम् अस्ति इग्यणः सम्प्रसारणम् इति नाम यकारस्य यण् प्रत्याहारस्य स्थाने यत् इक् प्रत्याहारः भवति तद् सम्प्रसारणम् इति भवति तदनन्तरं तदनन्तरं सम्प्रसारणस्य कृते निमित्तं किं कुत्र भवति सम्प्रसारणं तस्मिन् कृते सूत्रद्वयमस्ति एकमस्ति वचि स्वपि यजादीनाम् इति अन्य अस्ति गृही चा वै व्यधि वष्टि वचति वृच्छति पृच्छति भृजतीनाम् इति च अत्र लिखितमस्ति यत् कित् नित् प्रत्यये परे अस्ति चेत् केषां कश्चन केचन धातवः सन्ति येषु सम्प्रसारणं भवति तदनन्तरं प्रश्नः आगच्छति यत् सम्प्रसारणात् सम्प्रसारण यत् अचवर्णः अस्ति तस्य अनन्तरमपि यदि अचवर्णः अस्ति तर्हि तयोः सन्धिः कथं भवति तस्य कृते सूत्रमस्ति सम्प्रसारणाच्च नाम अत्र उभय तर्हि अच ये स्वरवर्णाः सन्ति उभयोः स्वरवर्णयोः स्थाने पूर्ववर्णः एव तिष्ठति इति सम्प्रसारणाच्च इति सन्धिसूत्रं वदति तदनन्तरम् अन्य अन्तिमप्रश्नः अस्ति यदि यदि धातुमध्ये द्वौ वर्णौ स्तः यत्र सम्प्रसारणं भवितुं शक्नोति तर्हि कस्य वर्णस्य सम्प्रसारणं करणीयं तस्य प्रश्नः तस्य उत्तरमस्ति यत् यत् परवर्णः अस्ति तस्य एव सम्प्रसारणं भवति सम्प्रसारणवर्णात् पूर्वं यदि कोऽपि वर्णः अस्ति यस्य सम्प्रसारणं भवितुं शक्नोति तत्र सम्प्रसारणं न करणीयम् इति अस्ति तर्हि एकः प्रश्नः अस्ति षित् प्रत्यय अस्ति किन्तु अपित् अस्ति तत् तु नित्वत् भवति तत्र अपि सम्प्रसारणं भवति अस्तु न क्षम्यतां प्रायः भवान् पूर्वम् उक्तवान् अहम् उक्तवती खलु किञ्चित् विलम्बेन अस्तु अपित् अपित् अपित् अस्ति चेत् सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति तर्हि अस्माभिः बहुत्र बहुत्र पठितं खलु कित् नित् इति प्रत्ययानां कार्यं किं मुख्यकार्यम् अस्ति गुणवृद्धिनिषेधः, अन्यकार्यम् अस्ति सम्प्रसारणम् अस्माभिः पूर्वं पठितं अस्तु. इदानीं भवान् उक्तवान् सूत्रद्वयेन सम्प्रसारणं भवति, एतत्तु गृहीज्य एकं सूत्रमस्ति, द्वितीयसूत्रं द्वितीयं सूत्रं किं महोदय? द्वितीयसूत्रमस्ति वचि स्वपि यजादीनां किति, तत्र ग्रहीजा तस्य सूत्रस्य अत्र कार्यं नास्ति अतः महोदय न लिखितं, परन्तु ग्रहीजा व्यधि वष्टि इति अस्ति खलु, तस्य सूत्रस्य विवरणे एव लिखितमस्ति वचि स्वपि यजादीनां किति तयो. अस्तु अस्तु, वचि स्वपि न अहम् इदानीं किमर्थं पृच्छामि इत्युक्ते तत्र वस् धातु अस्ति खलु वसति, तत्रापि सम्प्रसारणं भवति किन्तु अत्र नास्ति. ग्रहीज्या सूत्रे सूत्रे अपि नास्ति, वचि स्वपि अपि तत्र अपि नास्ति. तत्र वचि स्वपि यजादीनाम् अस्ति खलु, यजादीनां तत्र यज् आदि, तत्र आदि मध्ये वस् अस्ति न वा इति द्रष्टव्यं, परन्तु तत्र भवितुं शक्नोति. महोदय महोदय न न न क्षम्यतां क्षम्यतां, हा तत्र प्रायः तत्र भवति. कथं ज्ञातुं शक्नुमः आदीनाम् इत्युक्ते कानि कानि धातवः, के के धातवः? धातुपाठे धातुपाठः दर्शनीय, तत्र अन्यग्रन्थाः सन्ति अत्र तत्र, परन्तु अत्र अत्र तस्य कार्यं नास्ति, यदा अस्ति तत्र करपत्रे एव लिखितम् अस्ति यत् यजादि इति किमस्ति. अत्र दिवादिगणे वचि स्वपि तस्य सूत्रस्य प्रसङ्गः एव नास्ति, अतः तस्य चर्चा अत्र नास्ति. अस्तु इति अस्ति, तर्हि इदानीं केचन उदाहरणानि पश्यामः. अतः अत्र ग्रहीजा वैवधि इति सूत्र अत्र लिखितमस्ति, तत्र अग्रे क्त प्रत्यये परे इति उदाहरणानि सन्ति खलु, सर्वे पश्यन्ति वा? तत्र एकैकम् उदाहरणं पश्यामः तत्र सम्प्रसारणं कथं भवति. अस्तु तर्हि को अस्ति अरुणा महोदय, भवती पठतु ग्रह. आं महोदय, क्षम्यता. क्षम्यतां महोदय, म्यूट् मध्ये अस्मि, क्षम्यतां महोदय. ज्या धातु क्रयादिगणे अस्ति, अत्र ज्या मूलधातौ यकार अस्ति, यकार सम्प्रसारण वर्णः, या स्थाने इ आगच्छति, जि ज् योगः इ जि आस्थाने सम्प्रसारणात् सम्प्रसारणमिति सूत्रेण पूर्वपरयोः एक आदेशः इकार आदेशः एव भवति, जि इति धातु निष्पन्नं भवति. जि क्रयादिगणे स्नु आगच्छति अहं मन्ये. चिनादि ज्या धातु अत्र प्रत्ययपरे कित् ग्रह्य अत्र अत्र रूपं कथं भवति इति इदानीं वयं न पश्यामः, जीनः इति केवलं सम्प्रसारणं कथं भवति इति. या स्थाने इकार आगच्छति सम्प्रसारणात् सम्प्रसारणाच्छ इति सूत्रेण सम्प्रसारणसंज्ञाकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति, ततः जि एव इ एव अवशिष्यति, ज योगः इ जकार योग इ जि इति रूपं मूलस्थाने गृह लौकिकता जि जि किं महोदय? यकारस्थाने इ आगच्छति, तदनन्तरं सम्प्रसारणाच्च सूत्रेण सम्प्रसारणसञ्ज्ञकवर्णात् परम् अच् वर्ण आ इति अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकपूर्वपद पूर्वरूपादेशः भवति, ततः इ एव अवशिष्यति, जा योगः इ जि इति दातु. अतः पश्यतु गृह अस्ति, तत्र रेफस्य स्थाने ऋकारः भवति, तत्र गृहीतः इति अस्ति, ऋकारः आगच्छति खलु, तत् सम्प्रसारणम् अस्ति. ज्या मध्ये यकारस्य स्थाने इकारः आगच्छति, अतः जीनः इति भवति, जीनः इति भवति. तदनन्तरं वय, वय अस्ति, वय अस्ति, ऐम सम सम आई थॉट इंग्लिश वर्ड वय, वय वय धातु क्षम्यता महोदय, वे भुवादिगणे धातुः, मूलधातु वे अति अस्ति. अत्र यकारस्थाने इकारः आगच्छति, सम्प्रसारण सम्प्रसारणं किमर्थं वा स्थाने सम्प्रसारणं न भवति इति चेत् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारण वर्णः अस्ति, वकार अपि सम्प्रसारणवर्णः, परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण न सम्प्रसारणे सम्प्रसारणम् अत्र कार्यं न करोति खलु. किमर्थम् अत्र अत्र वकारः अपि अस्ति, यकारः अपि अस्ति, परन्तु अत्र यकारात् न सम्प्रसारणे इति सम्प्रसारणम् इति सूत्रस्य अर्थं किम्? सम्प्रसारणात् साक्षात् पूर्वं सम्प्रसारण अस्ति चेत् अत्र वकारस्य सम्प्रसारणं भवति. अतः पश्यतु रूपं किम् अस्ति, पश्यतु उतः अस्ति खलु. अत्र न सम्प्रसारणं तत्र पूर्वकार्यं यत् अस्ति सप्तमीकृते पूर्वकार्यं वकारस्थान एव सम्प्रसारणं भवति. अत्र अहं प्रक्रियां न जानामि, परन्तु अहं चिन्तयामि यत् यकारस्य स्थाने अपि सम्प्रसारणं भवति अत्र. परन्तु तत् तप्रत्यय कृते किं प्रक्रिया अस्ति इति तेन प्रायः तत्र अथवा तस्य लोपः भवति, किमपि भवति, परन्तु सत्यम् अत्र वकारस्य सम्प्रसारणं भवति, अत्र न सम्प्रसारणस्य कार्यं नास्ति, तस्य कार्यं नास्ति, यतोहि अत्र सम्प्रसारणात् साक्षात् पूर्वं सम्प्रसारणं नास्ति, मध्ये अत्र पूर्वकारं परकार्यं यत् अस्ति सप्तमी विभक्ति पञ्चमी विभक्ति, तस्य साक्षात् अनन्तरं साक्षात् पूर्वम् इति अस्ति, अतः उतः भवति. अस्तु अग्रे व्यध. अतः यकारस्य परिवर्तनं किञ्चित् अपि नास्ति किल? यकारस्य परिवर्तनं नास्ति अत्र, केवलं वकारस्य तु अस्ति एव. यकारस्य शृणोतु, वकारस्य तु अस्ति एव, अतः वकारस्य स्थाने उकारः आगच्छति उतः मध्ये. यकारस्य परिवर्तनम् अहं चिन्तयामि भवति, तद् त प्रत्ययस्य कृते प्रक्रिया अस्ति, या प्रक्रिया अस्ति तत्र प्रायः तस्य लोपः अथवा किमपि भवति. महोदय, अत्र वै लौकिकधातु अस्ति खलु, न तु औपदेशिकरूपम्? आमाम्. अस्तु अग्रे व्यद् महोदय, मल्लर महोदय, व्यद् व्यद् धातु अत्र वकार यकार अपि अस्ति, यकारस्थाने सम्प्रसारणं भवति, यकारस्थाने इकार आगच्छति, तदनन्तरं सम्प्रसारणाच्च सूत्रेण एक पूर्वपरयोः अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एक पूर्वरूपम् आदेशः भवति, अकार नास्ति. किमर्थं वकारस्थाने सम्प्रसारणं न भवति इति सन्देहः अस्ति चेत् न सम्प्रसारणे सम्प्रसारणं सूत्रं वदति, सम्प्रसारणे परे पूर्वस्थितस्य सम्प्रसारणं न भवति, अतः वकारस्थाने सम्प्रसारणं न भवति. विद् इति धातु अस्ति, विद् योगः दिवादिगणे यकार दिवादिभ्यः अत्र अस्ति न सम्प्रसारणे सम्प्रसारणं, यतो हि अत्र वकारः साक्षात् मध्ये कोऽपि वर्णः नास्ति, मध्ये कोऽपि वर्णः नास्ति, तदेव. अतः तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण कार्यं भवति. अस्तु, तर्हि वकारस्य सम्प्रसारणं न भवति, यकारस्य सम्प्रसारणं भवति. महोदय अवगच्छ. वश् धातु अदादिगणे अस्ति, वश् धातु वकारः सम्प्रसारवर्णः यन् वकारः यन् वर्णः तत्स्थाने इक् वर्णः आगच्छति. तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण इकार अकारस्थाने पूर्वपरयोः पूर्वरूपमेव आदेशः भवति, वशि इति रूपं भवति. न न इष इष इष धातु इष धातु आगच्छ इष धातु महोदय इष इष इति धातु इष उष् ओ सम्यक्ता उष धातु वकारस्थाने उकार आगच्छति उष धातु उषितः उषितः तदनन्तरं व्यच् व्यच् अत्रापि द्वे वर्णे अस्ति सम्प्रसारणवर्णः, तत्प्रथमं यकारस्थाने एव इकार आगच्छति. किमर्थं वकारस्थाने न भवति इत्युक्ते न सम्प्रसारणे सम्प्रसारणमिति सूत्रेण वकार साक्षात् यकारपूर्वमस्ति, ततः वकारस्थाने न कार्यं भवति, यकारस्थाने इ आगच्छति. सम्प्रसारणाच्च इति सूत्रेण इ अनन्तरम् अकार अच्छवर्णः अस्ति, सम्प्रसारणाच्च सूत्रेण पूर्वपरयोः एकः पूर्वरूपादेशः भवति, इ एव अवशिष्यति. सो विच् इति धातुः लौकिकधातु, वि विच् विचति विचितः इति रूपाणि. अतः व्यच् मध्ये अपि यकारस्य स्थाने इकारः भवति, वकारस्य स्थाने उकारः न भवति, न सम्प्रसारणे सम्प्रसारणम् इति. अस्तु, अग्रे पश्यामः, अग्रे गच्छामः. किमस्ति व्रश्च, व्रश्च धातु अत्रापि रेफास्थाने सम्प्रसारणं भवति, ऋकारः आगच्छति, तदनन्तरं सम्प्रसारणाच्च सूत्रेण पूर्वरूपम् एकरूप आदेशः भवति. वृश्च इति रूपं सम्प्रसारण सम्प्रसारणे सम्प्रसारणम् इति सूत्र वदति, वकारस्थान सम्प्रसारणं न भवतु न करणीयमिति, ततः वृश्च इति रूपं वृक्षति वृक्ष्णः वृक्ष्णः इति तान्तरूपम् अस्ति, तारूपं प्रच्छ इति दातु अत्रापि अस्ति, वर अस्ति खलु, तर्हि अत्र अपि व अपि अस्ति र अपि अस्ति, अत्र अपि सम्प्रसारणद्वयमस्ति, परन्तु केवलं रेफस्य स्थाने एव भवति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण वकारस्य स्थाने उकारः न भवति, अतः व्रश्च मध्ये वृश्च इति भवति. अस्तु, अग्रे पच् धातु अस्ति अत्रापि अत्र पकार रेफ अकार अस्ति रेफस्थाने ऋकारः आगच्छति तदनन्तरं सम्प्रसारणाचेति सूत्रेण रु एव अवशिष्यति पृच् पृच् इति धातु पृच् अतुदादिगणे ततः पृच्छति रूपं पृष्टः ब्रश्चापि वदामि महोदय ब्रश्च अत्र भकार रेफा अकार अस्ति रेफा इति रेफा इति सम्प्रसारणवर्णः रेफस्थाने ऋकार आगच्छति ऋकार एव अवशिष्यति सम्प्रसारणाचैतसूत्रेण पृश्च इति धातु पृश्च भृज्यति पृष्टः इति तादृपम् अस्तु सर्वे अवगच्छन्ति महोदय अत्र पश्यामः चेत् तुदादिगणे क्रयादिगणे दिवादिगणे तत्र विकर्णप्रत्यये अपि नित्वत् अस्ति अतः लटीरूपाणि अपि तत्र अपि सम्प्रसारणम् अस्ति केवलं भवादिगणे नास्ति अदादिगणे भवितुं शक्नोति अस्ति भगिनि अदादिगणे अस्ति अदादिगणे यत्र भवितुं शक्नोति अत्र केवलम् अत्र भवति प्रथमपुरुषे एकवचनं पठति अतः अतः भवती न पश्यति खलु यतोहि प्रथमपुरुषे एकवचनं प्रत्यये किम् अस्ति टिप् अस्ति टिप् कित् नास्ति खलु परन्तु यदि भवती प्रथमपुरुष द्विवचनप्रत्यय पठति तस् तस् नित्वत् अस्ति तत्र भवति अस्तु अस्तु अग्रे गच्छामः तर्हि इदानीं सम्प्रसारणं कथं भवति प्रायः वयं जानीमः अस्तु अग्रे धन्यवादः अस्तु तदनन्तरम् एकवारं हा तर्हि इदानीं अदादिगणे क्षम्यतां महोदय अदादिगणे भवितुं शक्नोति यतः तत्र विकर्णप्रत्ययस्य लुक् अस्ति किमपि नास्ति किन्तु भवादिगणे न भवितुं शक्नोति प्रथमपुरुष द्वितीय द्विवचने सर्वत्र शप् अस्ति सर्वत्र शप् अस्तु व्यध् अस्ति इति तत्र दिवादिगण अस्ति इदानीं व्यध् तत्र दिवादिगणीयरूपं कथं भवति इति प्रश्नः अस्ति अस्माकं मूलप्रश्नयः दिवादिगणे एकः एव सम्प्रसारणी धातुः अस्ति व्यध् व्यध् ताडने तत्र व्यध् योगः श्यन् इति भवति इदानीं श्यन् सार्वधातुकम् अपित् इति सूत्रात् अपित् अस्ति अतः नित्वत् भवति नित्वत् अस्ति अतः ग्रहीजा व्ययि व्यधि वष्टि इति सूत्रेण ग्रहीजा वयि व्यधि वष्टि इति सूत्रेण तत्र सम्प्रसारणं भवितुं शक्नोति इदानीं प्रश्नः उदेति सम्प्रसारणं कस्य भवति वकारस्य वा यकारस्य वा तर्हि न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण यकारस्य एव सम्प्रसारणं भवति वियोगः ध वियोगः वि तदनन्तरं व य अ ध इति अस्ति तदनन्तरं सम्प्रसारणं भवति अतः व इ अ ध इदानीम् इकार अकारयोः स्थाने एकमेव भवति इकार पूर्वपरयोः स्थाने इकारः एव इति भवति अतः विध् इति भवति विध् विध्योगः श्यन् इति सूत्रेण इदानीं यदा विध्यति इति रूपं भवति विध्यति अतः दिवादिगणे व्यद् धातु अस्ति तस्य रूपं भवति विध्यति सम्प्रसारणं भवति अस्तु तर्हि इदं सम्प्रसारणविषये चर्चा समाप्ता सर्वे अवगच्छन्ति वा आं महोदय अस्तु अग्रे पश्यामः. आम् महोदय, अग्रे गच्छामः. विजया महोदय अस्ति खलु? आं जि, पठतु महोदय. ऋकारान्तः धातवः. ऋकारान्ताः धातवः द्वे स्तः दिवादिगणे जुरुष् जुरुष् वयोहाणौ जीर्णः भवति. इमौ द्वौ धातौ ऋकारान्तौ समानार्थकौ च. हलन्त्यं तस्य लोपः इत्याभ्यां ज्रु ज्रु एव अस्ति. शकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण इत् भवति. ध्रुयोगः शन् ध्रुयोगः य एव तिष्ठति तत्र. किमर्थं चेत् नकारस्य लोपः भवति. शकारस्य लसक् वर्तते इति सूत्रेण एतदपि इत् भवति. या एव तिष्ठति. ऋत इद् धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारः आदेशः. जि योगः यकारः इत्युक्ते तत्र उरन्रपरः सूत्रं कार्यं करोति. इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदारपरः. जिर् योगः यकारः इत्युक्ते या हलादिः. अतः हलि च इत्यनेन हलिपरे रेपान्तस्य धातोः उपादायां स्थितः इक् वर्णः दीर्घः. जीर् योगः यकारः इत्युक्ते जीर्य इति अङ्गं भवति. जीर्ययोगः तिङ् प्रत्ययं ति योजनेन जीर्यते इति लटिरूपं निष्पन्नं तत्र सम्पूर्णरूपम्. तर्हि जीर्यति इति पश्यतु. तर्हि प्रथममस्ति जृष् योगः श्यन्. अत्र अनुबन्धलोपानन्तरं शकारस्य लोपः भवति हलन्त्यम् इति. अनुबन्धलोपानन्तरं ज्री अत्र दीर्घरिकारः अस्ति. ज्री ज्री योगः श्यन्. अत्र ज्री योगः य इति भवति. तदनन्तरम् इदानीम् एकं सूत्रमस्ति रीत इद् धातोः. रीत इद् धातोः तत्र रीदन्तस्य धातोः नाम यस्य धातोः अन्ते दीर्घरिकारः अस्ति तस्य ह्रस्व इकारादेशः भवति कित्नित् प्रत्ययपरे इति सूत्रमस्ति. तर्हि अत्र ज्री अस्ति तस्य ज रु इति अस्ति तस्य जि इति भवति. जि तर्हि जि योगः य. तर्हि उरण्रपरः सूत्रमस्ति. तत् सूत्रं वदति यत् ऋकारस्य स्थाने यदा अण् आगच्छति तत्र सः सः अण् नाम सः अ इ उ इति वर्णः यत् अस्ति तत् सर्वदा रेफः पर रपरः इति अस्ति. अतः जि योगः अ तस्य जिर्योगः अ भवति. तदनन्तरम् एकं सूत्रमस्ति हलीच. हलीच इति सूत्रेण ह्रस्व इकारस्य दीर्घ इकारः भवति. जीर् योगः य जीर्यति इति भवति. जीर्यति अस्तु. तर्हि तथैव वदतु कृपया प्लीज्. तत्र अग्रे पश्यामः. तत्र सूत्रमस्ति तत्र एकं पश्यामः. तत्र झ्रीयोगः श्यन् अपि अस्ति. झ्री तत्र अपि रूपं भवति झीर्यति. जीर्यति झीर्यति इति अस्ति. अस्तु तर्हि इदानीं सूत्राणि पश्यामः. सूत्राणि दृष्ट्वा वयम् अधिकं ज्ञातुं शक्नुमः कथं भवति. अस्तु तर्हि विजया महोदय पठतु श्रित इद् धातु. श्रित इद् धातोः सप्तमाध्याये प्रथमपादे एकशतम् इति सूत्रेण ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति किति निति प्रत्यये परे. अस्मिन् सूत्रे निमित्तं न उक्तं. यत्र यत्र अवसरः तत्र तत्र प्राप्तिः. कित् नित् भिन्नप्रत्ययः परः चेत् गुणे सति इकार आदेशस्य प्रसक्तिः न भवति. अलन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न अपि तु अन्तिमऋकारस्य स्थाने ह्रस्व इकारः आदेशः. येन विधि तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यापि ग्रहणं ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं स्त्रीपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् तत्र ऋकारान्त ऋदन्तस्य धातोः अङ्गस्य दीर्घऋकारान्त अस्तु जि ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारः आदेशः भवति किति निति इति प्रत्यय परे अस्ति चेत्। अस्मिन् सूत्रे निमित्तं न उक्तं, यत्र यत्र अवसरः भवति तत्र तत्र एतत् सूत्रस्य प्रसक्तिः अस्ति। कित् ञित् भिन्नप्रत्ययः परः अस्ति चेत् तत्र गुणः भवति, इकारस्य स्थाने इकारः आदेशः भवति, इकारस्य इकारः आदेशः प्रसक्तिः अत्र न भवति। किमर्थं चेत् तत्र कित् ञित् परः अस्ति चेत् अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अलोन्तस्य इत्युक्ते अल् अन्त्यस्य इति साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिम ऋकारस्य स्थाने ह्रस्व इकारः आदेशः भवति। दीर्घ ऋकारः स्थाने एव ह्रस्व इकारः आदेशः भवति। येन विधि तदन्तस्य इति सूत्रेण तत्र साहाय्येन ऋतः इत्यनेन ऋदन्तस्य ऋत् अन्तस्य इत्यस्यापि ग्रहणं तत्र भवति। तत्र ऋतः इति षष्ट्यन्तं स्थानि भवति, इत् इति प्रथमान्तं तत्र आदेशः भवति, धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रमस्ति, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् अङ्गस्य इत् भवति, परन्तु तत्र ह्रस्वः अपि भवति। एतत् मम एतत् एव तत् मम ज्ञानमस्ति जि, किमर्थं किञ्चित् वक्तव्यं चेत् भवान् एव वदतु जि। आम् आम् न सम्यक् एव वदति, तर्हि अस्तु, ऋत इत् धातोः इति सूत्रं किं वदति? ऋत ऋत इत्युक्ते किं? तपर तत्काल इति सूत्रेण अत्र केवलं दीर्घऋकारस्य ग्रहणं भवति, दीर्घऋकारः। तर्हि ऋतः इद् धातोः, ऋतः धातोः अङ्गस्य इत् अत्र षष्ठी सप्तमी सप्तम अध्यायः अस्ति, अतः अङ्गस्य अधिकारः अस्ति, अनुवृत्तिसहितं सूत्रम् अस्ति, ऋतः धातोः अङ्गस्य इत् नाम ऋतः इत्युक्ते किं? न केवलं तादृशः धातोः यस्य यत् यत् साक्षात् ऋकारः अस्ति, परन्तु तादृशः धातुः यस्य अन्ते दीर्घऋकारः अस्ति तदस्ति। केन सूत्रेण? येन विधिस्तदन्तस्य इति सूत्रेण। दीर्घ ऋत इत्युक्ते दीर्घऋकारान्त धातु, तर्हि ऋत धातोः नाम दीर्घऋकारान्त धातुः अस्ति चेत् तस्य स्थाने इत् नाम ह्रस्व इकारः भवति। इदानीं प्रश्नः उदेति, ह्रस्व इकारः कुत्र भवति, कस्य वर्णस्य स्थाने भवति? तर्हि अलोन्त्यस्य इति सूत्रेण केवलम् अन्तिमवर्णस्य स्थाने एव भवति ऋत इत् धातुः। तर्हि आहत्य सूत्रं किं वदति? यत् यदि धातुः अस्ति, सः धातुः दीर्घऋकारान्त अस्ति, तर्हि तस्य धातोस्य अन्तिमवर्णस्य नाम दीर्घऋकारस्य स्थाने ह्रस्व इकारः भवति इति। अधुना प्रश्नः उदेति, निमित्तं किं? सर्व अत्र किमपि निमित्तं लिखितं नास्ति खलु, परे किं भवेत् इति सामान्यतया लिखितमस्ति। तर्हि अत्र किं निमित्तमस्ति? तर्हि वस्तुतः अस्ति यत् वस्तुतिः अस्ति यत् निमित्तं किमपि नास्ति, ऋत इत् धातोः तस्य निमित्तं किमपि नास्ति, सर्वत्र तस्य निमित्तं सर्वत्र तस्य कार्यं भवितुं शक्नोति, सर्वत्र तस्य कार्यं भवितुं शक्नोति। तर्हि सर्वत्र प्रसक्तिः अस्ति, परन्तु सर्वत्र भवति न वा इति इदानीं प्रश्नः अस्ति। तर्हि पश्यतु, यदि ऋकारः धातोः अन्ते अस्ति, तर्हि अन्य कः सूत्रः अस्ति यस्य प्रसक्तिः भवितुं शक्नोति? धातोः अन्ते यदि अच् वर्णः अस्ति, धातोः अन्ते यदि इक् वर्णः अस्ति, इक् वर्णः क्षम्यताम् इक् वर्णः अस्ति तर्हि अन्य किं कार्यं भवितुं शक्नोति? गुणः भवितुं शक्नोति. केन सूत्रेण? सार्वधातुक आर्धधातुकयोः. तर्हि धातुः ऋकारान्त अस्ति चेत् तत्र गुणकार्यमपि भवितुं शक्नोति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. ऋत इति धातुः उत्तरे इति सूत्रेण ऋकारस्य स्थाने दीर्घ इकार भवति. तर्हि सार्वधातुक आर्धधातुकयोः इति सूत्रं वदति ऋकारस्य स्थाने अर् अर् अ अ इति आगच्छति, गुणं भवति. ऋतधातुः वदति यत् ऋकारस्य स्थाने दीर्घ इकार भवति. तर्हि उभय सूत्रद्वयस्य प्रसक्तिः अस्ति. तर्हि कस्य कार्यं भवति, कथं दीर्घ इकार कथं ह्रस्वइकार तर्हि गुणं भवति अथवा ह्रस्व इकारः भवति, किं भवति? प्रसक्तिद्वयम् अस्ति, कथं जानीमः? अङ्गकार्यं भवति, उभयत्र अङ्गकार्यमस्ति. परसूत्रमस्ति नो चेत् अपवाद. नो चेत् अपवाद इति किमपि नास्ति, ऐदर् पर अस्ति अथवा अपवाद अस्ति, एकमपि अत्र विप्रतिषेधम् अस्ति खलु. ऋतैर्धातोः सार्वधातुक आर्धातुकः उभयोः सूत्रयोः अन्यत्र अवकाशः भवति, अतः विप्रतिषेधमस्ति अतः अत्र विप्रतिषेधे परकार्यम् इति परसूत्रम् इति सूत्रे. तर्हि सार्वधातुक आर्धातुकयोः इति परसूत्रमस्ति, अतः यत्र सार्वधातुक आर्धातुकयोः इति सूत्रं कार्यं कर्तुं शक्नोति तस्य कार्यं भवति, अतः गुणं भवति. परन्तु यत्र तस्य कार्यं न भवति तत्र ऋत इद्धातुः इति सूत्रेण ऋकारस्य स्थाने इकारः एव भवति. अस्तु, इदानीं पश्यामः चेत् गुणस्य कार्यं कुत्र कुत्र भवति. यत्र अग्रे सार्वधातुकप्रकरणे सार्वधातुक आर्धातुकयोः इति सूत्रस्य कार्यं कुत्र भवति, यत्र अग्रे प्रत्ययः सार्वधातुकमपि अस्ति पित् अपि अस्ति खलु, पितन अस्ति चेत् गुणकार्यं न भवति. अतः यत्र प्रत्ययः पित् अस्ति नाम तत्र गुणकार्यं भवति, यत्र प्रत्ययः पित् नास्ति नाम कित् नित् अस्ति तत्र ऋत इद्धातुः इति कार्यं भवति. तर्हि आहत्य यद्यपि सूत्रे साक्षात् निमित्तं नास्ति ऋत इद्धातोः कृते, तस्य प्रसक्तिः सर्वत्र भवति, परन्तु आहत्य वयं गुणप्रक्रियाम् अपि दृष्ट्वा आहत्य वयं ज्ञातुं शक्नुमः यत् यद्यपि तस्य प्रसक्तिः सर्वत्र अस्ति परन्तु ऋत इद्धातोः तस्य साक्षात् तस्य कार्यं केवलं कित्नित् प्रत्ययपरे अस्ति चेदेव भवति. यतोहि कित्नित् प्रत्ययपरे अस्ति नास्ति चेत् तत्र सार्वधातुके प्रकरणे केवलं पित् अस्ति, पितस्य तस्य गुणं भवति. अतः ऋतैर्धातोः सार्वधातुकप्रकरणे तस्य कित्नित् प्रत्ययपरे अस्ति चेदेव, नाम यत्र गुणकार्यं न भवितुं शक्नोति तत्र एव तस्य कार्यं भवति. यद्यपि प्रसक्तिः सर्वत्र अस्ति, भवान् उक्तवान् तत्र विप्रतिषेधः अस्ति चेत् एतत् एव सूत्रं कार्यं करोति. अतः इदानीं तु सार्वधातुक आर्धातुकयोः यत्र कित्नित् प्रत्ययः अस्ति तत्र तस्य कार्यमेव नास्ति खलु, एकमेव सूत्रमस्ति ऋतैर्धातोः, अतः विप्रतिषेधे तत्र क्लेशः एव नास्ति खलु, एकमेव सूत्रम् अस्ति ऋतैर्धातुः. अस्तु, किन्तु इदानीं तु सार्वधातुक प्रत्यय अस्ति, सार्वधातुक अपित् क्षम्यतां सार्वधातुक पित् प्रत्यय अस्ति चेत् तत्रापि ऋतैर्धातोः कार्यं करोति किम्? न न, तत्र सार्वधातुक पित् प्रत्यय अस्ति तत्र परसूत्रत्वात् सार्वधातुकार्धातुकयोः इति सूत्रेण गुणमेव भवति. ओ, अहं सूत्रसङ्ख्या न स्मरामि. सार्वधातुकार्धातुकयोः परसूत्रं 7384 आहत्य यत्र गुणकार्यं भवितुं शक्नोति नाम पित् प्रत्ययः अस्ति तत्र गुणकार्यं करोतु सार्वधातुकार्धातुकयोः इति सूत्रेण, नो चेत् कित्नित् प्रत्ययपरे अस्ति चेत् त्रितै धातोः इति सूत्रेण ऋकारस्य स्थाने इकारः करोति. अपि च पश्यामः चेत् सार्वधातुक अर्धधातुकयोः तत्तु नित्यसूत्रमपि भवितुं शक्नोति खलु. तत् इदानीम् इकार आदेशः भवति, अनन्तरमपि सार्वधातुक अर्धधातुक सूत्रं कार्यं कर्तुं शक्नोति खलु. नित्य नित्यसूत्रमस्ति अपि चेत् तत्र यत्र यत्र एकनिमिषः न सुमन् महोदय, भवत्याः कथनं समीचीनं नास्ति. यतोहि ऋतै धातोः तत्र ऋकारस्य स्थाने किं भवति इति इदानीं प्रश्नः अस्ति. इदानीं ऋकारस्य स्थाने इकारः भवति वा गुणं भवति वा इति प्रश्नः अस्ति. अस्तु, इदानीं तु ऋकारस्य स्थाने किस् प्रत्ययपरे अस्ति चेत् इकारः भवति खलु. सुमन् महोदय, सूत्रेण कित्नित् प्रत्ययपरे इकार भवति, इदानीं गुणः कथं भवति? प्रत्ययः कित्नित् अस्ति खलु. न, कित्नित् नास्ति चेत् अपि अत्र तु किमपि निमित्तानि न सन्ति खलु अस्मिन् सूत्रे. सो इदानीं तु सर्वदा भवितुं शक्नोति इति चिन्तयामः चेत् तत्र ऋत् इद् धातोः अर्धधातुक सार्वधातुक अर्धधातुकयोः सूत्रं पश्यामः चेत् सार्वधातुक अर्धधातुकयोः सूत्रस्य कार्यं पूर्वमपि भवितुं शक्नोति, अनन्तरमपि भवितुं शक्नोति. अतः एस् कम्पेर् टु ऋत् निद् ऋत् इद् धातोः तत्तु नित्यमेव. एकनिमिषः अहं चिन्तयामि. एकनिमिषः, नित्यसूत्रं भवती वदति यत् अत्र ऋत धातोः यदि कार्यं करोति तत्र इकारः आगच्छति, तदनन्तरमपि तत्र इकारस्य गुणकार्यं भवितुं शक्नोति. परन्तु यत्र सावधातुकार्धातुकयोः पूर्वमपि कार्यं कर्तुं शक्नोति, परे अपि कार्यं कर्तुं शक्नोति. किन्तु ऋत् धातोः परं कार्यं न कर्तुं शक्नोति. एकनिमिषः, तत्र परन्तु कथं वदामि, अत्र प्रश्नः तु आन् द फेस् आफ् इट् समीचीनमेव. बिकास् देर् इस् नो लिमिटेशन् इन् दिस् दिस् सूत्रं कित्नित् एव भवतु इति न, परन्तु सार्वधातुकार्धातुकयोः कृते लिमिटेशन् अस्ति खलु. तत्र सार्वधातुकार्धातुकयोः चिन्तयतु, न मम प्रश्नं शृणोतु. यदि अत्र प्रत्ययः अस्ति, अपित् कित् प्रत्ययः अस्ति, तर्हि कित् प्रत्ययः अस्ति चेत् सार्वधातुक आर्धातुकयोः इति कार्यं कर्तुमेव शक्नोति न वा? न करोति, तत्र विप्रतिच्छेदं नास्ति. न पश्यतु, प्रत्ययः कः अस्ति, तस्मात् तत्र अस्माकं निर्णयः अस्ति. अस्तु, प्रत्ययः प्रत्ययः अपित् अस्ति नो चेत् कित्नित् अस्ति इति अस्ति, अपित् अस्ति नो चेत् कित्नित् अस्ति. तत्र पित् प्रत्ययः अस्ति चेत् सार्वधातुकार्धातुकयोः एव कार्यं भवति. तत्र कोऽपि तत्र कोऽपि प्रश्नः नास्ति खलु. आम्, बट् वाट् ऐ एम् सेयिङ्ग् इस् तत्र सार्वधातुक अर्धधातुकयोः तस्य कार्यं परसूत्रम् इति न भवति, नित्यसूत्रम् इति भवति. ओ, भवती वदति यत् यत्र पित् अस्ति, पित् प्रत्ययः अस्ति, यत्र गुणं भवितुं शक्नोति, तत्र सार्वधातुक आवर्तकयोः एव कार्यं करोति, परन्तु तस्य कारणम् अस्ति नित्यत्वात् न तु नित्यसूत्रमस्ति न तु परसूत्रम्. तत्र कः कस्य सूत्रस्य कार्यं भवति तत्र तु क्लेशः नास्ति खलु. I'm not differing on that, but all I'm saying is केन कारणेन इत्युक्ते तत्र परसूत्रम् अस्ति इति कार्यं न करोति, किन्तु नित्यसूत्रम् अस्ति इति वयं तु पठितवन्तः खलु. अपवाद अन्तरङ्ग तत्र आम् सत्यम्. अहमेकवारं पुनः चिन्तयामि, परन्तु भवतः तर्कं समीचीनम् इति मन्ये. अत्र नित्यत्वात् एव भवति न तु परसूत्रं, परन्तु सत्यम् आम् एकवारं चिन्तयामि, परन्तु प्रायः सम्यक् एव अस्ति. अस्तु, परन्तु तत्र तु प्रश्नः नास्ति येन केन कारणमस्ति चेत् यत्र पित् अस्ति तत्र गुणकार्यं, यत्र कित् पित् अस्ति तत्र हितयुद्धात्. अस्तु, इदानीम् अग्रे विजया महोदय अग्रे गच्छतु. षष्ठीस्थानयोग इति अपि क्षम्यतां महोदय, एकवारं षष्ठीस्थानयोग अलोन्त्यस्य येन विसर्जनस्य इति सूत्राणि परिचितानि सूत्राणि सन्ति, वयं सर्वे जानीमः षष्ठीस्थानयोगा अलन्त्यस्य येन विसर्जनस्य, अतः पुनः न पश्यामः. अग्रे उरण् रपरः पठतु. उरन् रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति. ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यं. रः परः यस्य सः रपरः. उः षष्ट्यन्तम्, अन् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रं. स्थानेन्द्रतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् उः स्थाने अन् रपरः. किं लिखितं तत्र? ऋकारस्य स्थाने यदा अन् आदेशः भवति उरन् इति अन् आदेशः भवति तदा सः अन् सदा रपरः भवति. उरन् अत्र उरन् इति स्थाने अन्न आदेशः भवति रपरः. भवान् भवान् किञ्चित् वदतु जि. अस्ति तर्हि विजया महोदय, उहु इत्युक्ते किम्? षष्ट्यन्तं कस्य? उहु षष्ट्यन्तं खलु जि तत्र? हा, कस्य षष्ट्यन्तं? प्रातिपदिकं किं? ऋकारस्य. यथा पितृ तस्य पितुः भवति खलु, तथैव ऋकार प्रातिपदिकम् अस्ति चेत् तस्य उहु इति भवति. उहु षष्ट्यन्त्यं, तर्हि उहु स्थाने, उहु स्थाने इत्युक्ते ऋकारस्य स्थाने यत् अण् आगच्छति, अण् इत्युक्ते अ इ उ, तद् सः अण् रपरः इति अस्ति. नाम केवल यदा ऋकारवर्णस्य स्थाने यदा कोऽपि अकारः इकारः उकारः आगच्छति, तत् केवलम् अकारः उकारः इकारः इति एव न तिष्ठति, तद् इकारः इकारः उकारः तस्य अनन्तरं रेफः अपि आगच्छति उरण् रपरः इति सूत्रेण. अतैव जृष् इति धातुः अस्ति खलु, जृष् यत् अस्माभिः पठितं, तत्र ऋत इति धातोः इति सूत्रेण दीर्घ ऋकारस्य स्थाने ह्रस्व इकारः आगच्छति, परन्तु तद् ह्रस्व इकारः तस्य अनन्तरं रेफः अपि आगच्छति उरण् रपरः इति सूत्रेण. अतः जिर् इति भवति, जिर्. अस्तु, तर्हि इदानीं गुणसन्धेः विषये अपि एतत् एव पश्यामः. अकार आदेशः भवति, इदानीं तु तत्र वस्तुतः तत्र गुण यदा भवति तत्र अकारः एव आगच्छति, परन्तु उरण्रपरः इति सूत्रेण अर् भवति. अतः प्रायः जनाः गुणसन्धि यदा अस्ति तत्र ते वदन्ति यत् रि स्थाने अर्, परन्तु तत्र वस्तुतः सोपानद्वयम् अस्ति. प्रथम अकारः आगच्छति तदनन्तरं उरण्रपरः इति सूत्रेण रेत्सु. तत्र गुणः अनन्तरं वृद्धिः अपि भवितुं शक्नोति तत्र. आम् आम् तत्र आर् आर् भवति खलु वृद्धिमध्ये अपि. आम् यथा वृद्धिः अस्ति तत्र विकारः अपि. आम् परन्तु आकारः अत्र आर् भवति, तर्हि गुणस्य अर् वृद्धिः अस्ति आर्. अस्तु तर्हि धन्यवादः महोदय. महोदय एक सिली क्वश्चिन् अन् इति दत्तं किल, इत्युक्ते आ उ अ इ उ इत्येपि आगच्छति किल. आ इ उ किमर्थं किं प्रयोजनम् अत्र अस्ति खलु? सुमन् महोदय अहं वदामि तत्र अत्र ऋकारस्य स्थाने अ अपि आगच्छति, इ अपि आगच्छति, उ अपि आगच्छति. तस्य इ आगच्छति चेत् अर् भवति, इ अस्ति चेत् इर् भवति, उ अस्ति चेत् उर् भवति. तर्हि अत्र गुणं भवति तत्र अर् भवति. परन्तु अत्र पश्यतु ज्रि अस्ति खलु, ज्रि ज्रि मध्ये ऋकारस्य स्थाने इकारः आगच्छति. अत्र इकारः अण् प्रत्याहारे अस्ति खलु, अण् प्रत्याहारे अस्ति, सूत्रस्य प्रसक्तिः भवति उरण्रपरः. अतः तत्र न केवलम् इ अस्ति परन्तु रेफः अपि आगच्छति, जिर् इति भवति. जिर् इर् ओके ओके इर् इर् ओके धन्यवादः महोदय. धन्यवादः महोदय. अस्तु सुमन् महोदय भवती पुनः वदतु महोदय, अहं न अवगतम्. अण् इत्युक्ते अण् प्रत्याहार अ इ उ नाम ऋकारस्य स्थाने अकारः इकारः अथवा उकारः भवति चेत् तद् अकारः इकारः उकारः तस्य अनन्तरं रेफः अपि आगच्छति. अतः न केव अतः अ इ उ इति एव न तिष्ठति परन्तु अर् इर् उर् इति आगच्छति. तथैव जिर् तत्र जिरि मध्ये जिर् भवति, जिर्. अस्तु सुमन् महोदय हलीच इति पठतु. अस्तु महोदय, हलीच रेफान्तानां वकारान्तानां च धातूनां उपधायां स्थितम् इक् वर्णः दीर्घ भवति हलीपरे. हलि सप्तम्यन्तं च अव्ययं पदं द्विपदम् इदं सूत्रम्. सिपि धातोरूर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः ब्रोर्रूपधाय दीर्घ इकः इत्यस्मात् पूर्णतया अनुवृत्ति येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तद् अन्तविधिः. अतः व्रोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकार च तेषाम् अपि ग्रहणम् अनुवृत्तिसहितसूत्रम् अस्ति. हलि च ब्रोः धातोः उपधायाः इकः दीर्घः. अस्तु इदानीं धातोः अन्ते वकार अस्ति नो चेत् रेफ अस्ति चेत् तस्मात् पूर्वं यत् यः स्वरः अस्ति उपधायां नो चेत् अस्य पूर्वः खलु इदानीं तु रेफ् वकार अन्ते अस्ति चेत् तयोः पूर्व किमपि स्वर अस्ति चेत् तत् ह्रस्वः अस्ति चेत् तस्य स्वरस्य स्थाने दीर्घ स्वर आदेशः भवति इति. किमपि किमपि वर्णः न, केवलम् इक्. ओ क्षम्यतां, किमपि स्वर नास्ति. इक् इक् अस्ति चेत्, इक् वर्णः अस्ति चेत् इक् वर्णस्य दीर्घत्वं भवति. तर्हि धातु तस्य अन्ते यदि धातु यदि रेफान्त अस्ति, नाम धातोः अन्ते रकारः अस्ति अथवा वकारः अस्ति, तर्हि तस्य धातोः उपधायां यदि इक् वर्णः अस्ति, नाम इ उरि लृ, तत्र तस्य दीर्घत्वं भवति. कदा? यदा यदा अनन्तरं हल् हल् वर्णः अस्ति चेत्, कोऽपि हल् हल् प्रत्ययः अस्ति चेत् अथवा हल् हल् को हल् वर्णः अस्ति चेत्, प्रत्ययः न हल् वर्णः, तर्हि हल् वर्णः परे अस्ति चेत्, हल् वर्णः परे अस्ति चेत् ऋकारान्तवकारान्तधातोः उपधायां स्थित इक् वर्णस्य दीर्घत्वं भवति. तर्हि अत्र पश्यतु, जिर् जिर् योगः य इति भवति खलु, जिर् योगः अ इति स्थितिः अस्ति. इदानीं धातुः अस्ति जिर्, रेफान्त अस्ति, तस्य अनन्तरं हल् वर्णः अस्ति यकारः, तस्य उपधायाम् अस्ति इकारः, इक् वर्णः अस्ति, अतः तस्य दीर्घत्वं भवति जिर्, तस्य जीर् इति भवति. इदानीं तु सोपानानि समीचीनं अवगतम्. तदेव अहं वदामि सूत्रं. तर्हि झ्रि तस्य झीर्यति इति भवति, झ्रि तस्य झीर्यति इति. अस्तु, तर्हि ऋकारान्तधातवः द्वौ एव स्तः, तत्र कथं भवति इति अस्माभिः दृष्टम्. सम्प्रसारणी धातु एकः एव अस्ति, तदपि अस्माभिः इदानीं दृष्टम्. अग्रे समयः समाप्तः, अग्रिमरविवासरे वयं अन्य गच्छामः. वकारान्तधातुः अपि अस्ति, तान्तधातुः अपि. धन्यवादः महोदय, नमस्कारः.